सर्वेभ्यो नमः. सर्वेषां स्वागतम् अस्मिन् वर्गे. क्षम्यतां, गुरुब्रह्म गुरुविष्णु गुरुदेवो महेश्वरः गुरुसाक्षात् परब्रह्म तस्मै श्रीगुरवे नमः. सर्वेभ्यो नमः. सर्वेषां स्वागतम् अस्मिन् न्यायवर्गे. अस्माकं प्रवर्तमानविषयः अस्ति तत्र विशेषणविशेष्यभावः. तस्मिन् विषये स्वरूपमहोदयस्य करपत्रं पठन्तः स्मः. गतवर्गे ये विषयाः आगताः तान् अधिकृत्य तत्र आदौ तत्र धनश्री भगिन्याः उपस्थापनं वर्तते, तदनन्तरम् अग्रे सरामः. तर्हि कृपया धनश्री भगिनि. आं महोदय, श्रूयते किं? श्रूयते भगिनि. गतवर्गे अस्माभिः यद्यत् पठितं तस्य किञ्चित् अवलोकनं करणीयम्. प्रथमं तु पदपदार्थयोः भेदः ज्ञातव्यः. पदं पदार्थवाचकः शब्दः अस्ति, न तु स्वयं पदार्थं. यथा जगति यः जीवितः प्राणी अस्ति तत् पदार्थः वृक्षः विशेष्यः अस्ति. तस्य वाचकः शब्दः वृक्षपदं नाम विशेष्यवाचकपदम् अस्ति. तथैव वृक्षे पदार्थे यत् औन्नत्यम् अस्ति तदपि गुणम् अस्ति व्यावहारिकभाषायां, न्यायभाषायां न. तद् यद्गुणमस्ति तद् विशेषणपदार्थम् अस्ति. तस्य औन्नत्यस्य वाचकपदम् उन्नतः शब्दः इति विशेषणवाचकपदम् अस्ति. अनन्तरं विशेष्य इति पदस्य व्याकरणम् अस्माभिः अवलोकितम्. विशेष्य अत्र वि अधिकशिशधातोः ण्यत् प्रत्यययोजनेन रूपं सिद्ध्यते. तस्य कर्तरि लटि विशिनष्टि, कर्मणि लटि विशिष्यते इति रूपं भवति. केचित् व्याकरणांशाः अत्र अस्ति. अत्र ण्यत् प्रत्ययः अस्ति. ण्यत् प्रत्यये णकारतकारयोः लोपः भवति यतोहि ते इत्संज्ञके स्तः. केवलं य अवशिष्यते रुहर्लोण्यत् इति सूत्रेण. अग्रे भिन्नानां पदानां यथोचितेभ्यः सूत्रेभ्यः ण्यत् रूपाणि अस्माभिः दृष्टानि. यथा ध्रुधातोः धार्यं यत् धरणीयमस्ति तत् अचोण्णिति इति सूत्रेण. क्रुधातोः कार्यं यत् करणीयमस्ति इति अत उपधायायाः सूत्रेण. तथैव छिदधातोः छेद्यं यत् छेदनीयमस्ति तत्. वचधातोः वाक्यं यत् वचनीयमस्ति तत्. तथैव शिशधातोः शिशधातोः शेष्यं यद् विशेषणीयमस्ति तत्. तथा तादृशं तस्य अर्थं भवेत्. यत् पदार्थं वस्तुः वा कञ्चित् गुणेन पृथक् करणीयम् अस्ति तत् विशेष्यम्. यथा औन्नत्यं कञ्चित् वृक्षं पृथक् करणीयम्, औन्नत्येन कञ्चित् वृक्षं पृथक् करणीयं, सः विशेषपदार्थः. ण्यत् ये प्रत्यय योजनेन पदं भवति तत्पदं त्रिषु लिङ्गेषु भवितुम् अर्हति. यथा विशेष्यं, विशेष्या, विशेष्यः इति. येन गुणेन तद् वस्तुः सः प्राणी वा पृथक् भवति तद् गुणं विशेषणपदार्थः. यथा औन्नत्यम्, अयं गुणः वृक्षे पदार्थे अस्ति, नाम औन्नत्यं वृक्षे अस्ति. परन्तु उन्नतः वृक्षे अस्ति इति वयं न वदामः, उन्नतः वृक्षः एव अस्ति. विशेषणवाचकपदाः गुणविषये सन्ति, अतः गुणवाचक इति गुणवाचकाः इत्यपि कथ्यन्ते. ते त्रिविधाः सन्ति. केवलं गुणवाचकाः यथा शक्ति, श्रद्धा, बलं, धैर्यम् इत्यादि, ते गुणः कथ्यते, न तु कस्मिन् तद्गुणमस्ति इति. अनन्तरं केवलं गुणिवाचकाः उन्नतः, विशालः, ते यस्मिन् गुणम् अस्ति तस्य बोधः क्रियन्ते. यथा यस्मिन् औन्नत्यमस्ति सः उन्नतः. अनन्तरं गुणवाचकाः गुणिवाचकाः च, यथा शुक्लः, नीलः, मधुरः कषाय, नाम वर्णवाचकः तथा रसवाचकः। यथा पुष्पस्य वर्णः शुक्लः अस्ति, शुक्लः अत्र गुणवाचकः अस्ति, गुणवाचकः सदा पुंसि भवति, अस्माभिः पूर्वमेव इदत् दृष्टम्। अनन्तरं शुक्लं पुष्पमिति यदि वयं वदामः तत् गुणिवाचकः भवति, तत् त्रिषु लिङ्गेषु भवितुं शक्नोति। अत्र शुक्लमिति गुणिवाचकपदं शुक्लः गुणः यस्मिन् अस्ति तद् दर्शयति, अतः गुणिवाचकः भवति। एतावदेव अस्माभिः दृष्टं महोदय। समीचीनं भगिनि, धन्यवादः। धन्यवादः भगिनि। अतः तत्र एतावत् वयं तत्र विशेष्यः कः, विशेषणं किम् इति तत्र ज्ञातवन्तः। नाम तत्र विशेषणम् इति साधारणतया वदामः, तत्र उन्नतः वृक्षः इति यदि वदामः, तत्र साधारणव्यवहारः अस्ति तत्र उन्नतः इति विशेषणम् अपि, वृक्षः इति पदं विशेष्यम् इति। किन्तु एषः तत्र पदद्वयं यत् अस्ति, एतत् पदद्वयं किं वदति? तत्र विशेषणमिति वदामः, विशेषणस्य कार्यं किम् इत्युक्ते, तत्र विशेष्यं यत् अस्ति तत् तस्य पृथक् करणीयम्, अन्येभ्यः वस्तुभ्यः पृथक् करणीयम् एव तस्य कार्यं, विशेषणस्य कार्यं। तत्र वस्तु अस्ति विशेष्यम्, अतः तत्र पदार्थः भवेत्। अतः वृक्षः इति शब्दः विशेष्यः न, किन्तु साक्षात् वृक्षः यः पदार्थः लोके वर्तते सः एव विशेष्यः। अपि तस्मिन् विशेष्ये किमपि गुणः, गुणः साधारणरीत्या वदामः, सः गुणः यः वर्तते तेन वयं जानीमः एषः पदार्थः अन्येभ्यः भिन्नः। तत्र अनेके वृक्षाः सन्ति इति चिन्तयामः, तत्र एकः वृक्षः उन्नतः अस्ति इति वदामः, यतोहि केवलं तस्मिन् वृक्षे औन्नत्यम् इति गुणं वर्तते, औन्नत्येन वयम् एतं वृक्षम् अन्येभ्यः वृक्षेभ्यः पृथक् कर्तुं तत्र शक्नुमः, प्रदर्शयितुं, पृथक् अस्ति इति प्रदर्शयितुं शक्नुमः। अतः तत्र विशेषणमपि पदार्थः भवति औन्नत्यम्। अतः तत्र विशेष्यं, विशेष्यः इति साक्षात् वृक्षः पदार्थः, विशेषणमपि साक्षात् पदार्थः, तत्र औन्नत्यम् इति गुणः। अपि विशेष्यवाचकपदमस्ति वृक्षः, अपि विशेषणवाचकपदम् अस्ति तत्र उन्नतः इति वयं गतवर्गे दृष्टवन्तः। हा, इदानीं तत्र सर्वे स्मरन्तु, तत्र नाम अस्माकं मूलः प्रश्नः अत्र अस्ति, तत्र विद्याधरी पुस्तके लिखितमस्ति, तत्र घटवत् भूतलम् इति वाक्यमस्ति, तत्र घटः विशेषणम् इति लिखितमस्ति। अस्माकं मूलप्रश्नः अस्ति तत्र घटवत् विशेषणं वा घटः विशेषणं वा इति आसीत् तत्र। अतः तत्र इदानीं तत्र कोऽपि वदति वा तत्र तस्य प्रश्नस्य उत्तरं किम् इति? कोऽपि प्रयत्नं कर्तुम् इच्छति वा तत्र? घटः घटवत् भूतलम् इति अस्ति चेत् तत्र घटवत् इति विशेषणं वा अथवा साक्षात् घटः विशेषणं वा, किं चिन्तनम्? घटः पदार्थ एव विशेषणं, घट यथा वृक्षपदार्थविशेषणम् अत्र घट पदार्थविशेष घटवत् इति विशेषणवाचकपदं भवति, वाचकपदं। हा, यत् यत्र यतः तत्र उन्नतः इति, उन्नतः वृक्षः इति वदामः, तत्र उन्नतः विशेषणवाचकपदं, वृक्षः इति विशेष्यवाचकपदं। वृक्षे यः वृक्षः अस्ति, वृक्षे औन्नत्यम् अस्ति, तत्र औन्नत्यम् वृक्षे अस्ति अतः उन्नतः वृक्षः इति अन्यरीत्या अपि वक्तुं शक्नुमः, नाम तत्र मतु प्रत्ययस्य योजनेन किं वक्तुं शक्नुमः? औन्नत्यं औन्नत्यवान् वृक्षः इति वक्तुं शक्नुमः. अतः तत्र औन्नत्यवान् वृक्षः इत्युक्ते उन्नतः वृक्षः. उन्नतः वृक्षः इत्युक्ते औन्नत्यवान् वृक्षः. तथैव घटवत् भूतलम् इत्युक्ते अस्मिन् भूतले घटः अस्ति, अन्ये भूतले घटः अस्ति नास्ति, किन्तु अस्मिन् भूतले घटः अस्ति. अतः घटेन एतद् भूतलं विशिष्टं भवति, विशिष्यते. अतः साक्षात् घटः यः भूतले वर्तते सः एव विशेषणं, न तु घटवत् इति पदम्. एतत् पदं तु विशेषणवाचकपदम् अपि. भूतलं साक्षात् भूतलमेव विशेष्यं, भूतलमिति पदं विशेष्यवाचकपदम् इति. अतः तत्र उत्तरं प्राप्तं, किन्तु अग्रे सरामः, यतोहि तत्र अस्मिन् विषये बहु किमपि अस्ति. तत्र विशेषणं विशेष्यम् इति साधारणव्यवहारस्य पृष्ठभागे बहु किमपि अस्ति. तस्य स्पष्टीकरणार्थमेव एतत् करपत्रं लिखितमस्ति स्वरूपमहोदयेन. अतः तत्र एतत् पठामः तर्हि. अत्र आसम् इति मन्ये, केवलं गुणवाचकाः इति. अतः तत्र ततः आरम्भं कुर्मः तर्हि. एतावत् कोऽपि प्रश्नः वा तत्र? घटवत् भूतलमिति वाक्ये घटः साक्षात् घटः एव विशेषणमिति सर्वे अङ्गीकुर्वन्ति वा? समीचीनं वा? इदानीं कोऽपि प्रश्नः? अस्तु तर्हि, तर्हि अग्रे सरामः. तर्हि तत्र हा, योगेन्द्रमहोदय आरम्भं करोति वा? तत्र प्रथमबिन्दु, केवलं गुणवाचकशब्दाः इति. केवलं गुणवाचकशब्दाः, एभिः शब्दैः गुणविषये एव सूचना प्राप्यते. गुणस्य आश्रयस्य विषये न कापि सूचना. शक्तिः, अनेन शब्देन केवलं शक्तिः इति गुणः उच्यते. इयं शक्तिः कुत्र अस्ति, कस्य अस्ति, कस्मिन् अस्ति, शक्तिशब्देन एतादृशी न कापि सूचना लभ्यते. केचन शब्दाः केवलं गुणवाचकः शब्दाः सन्ति, तैः गुणविषये एव ज्ञानं प्राप्तुं शक्नुमः. तत्र तस्य आशयः विषये कापि सूचना नास्ति, कापि अवगमनं न भवति. उदाहरणे शक्तिः इति गुणः अस्ति, एतेन शब्देन शक्तिः इति गुणः अस्ति इति वक्तुं शक्नुमः. परन्तु तस्याः आश्रयः कुत्र अस्ति, कस्मिन् अस्ति इति तत्र किमपि अवगमनं न भवति. अतः तत्र वयं वदामः तत्र अस्यां महिलायां शक्तिः अस्ति, किन्तु शक्तिः महिला इति न वक्तुं शक्नुमः. तत्र यदि तत्र विशेषणरूपेण भवति तत्र शक्तिः महिला इति, तादृशप्रयोगः न कर्तुं शक्नुमः. केवलं महिलायां शक्तिः अस्ति इति एव वक्तुं शक्नुमः. तत्र यथा तत्र गुणवाचकाः शब्दाः गुणवत् वाचकाः शब्दः, गुणवत् अथवा गुणिवाचकशब्दाः सन्ति चेत् विशेषणरूपेण भवति, विशेषणवाचकशब्दाः भवन्ति खलु. नीलं पुष्पं, शुक्लं पुष्पम् इति तादृशम्. अत्र तादृश तत्र शक्तिः महिला इति तादृशप्रयोगः न कर्तुं शक्नुमः. केवलं महिलायां शक्तिः अस्ति अथवा अस्मिन् पुरुषे शक्तिः अस्ति, अस्मिन् महिलायाम् अस्यां महिलायां बलम् अस्ति, धैर्यम् अस्ति इति वक्तुं शक्नुमः. किन्तु विशेषणरूपेण तत्र प्रयोगः न वर्तते. समीचीनं महोदय, अस्तु अग्रे धन्यवादः महोदय. अग्रे तत्र पद्मभगिनी अग्रे पठितुम् इच्छति वा? द्वितीयबिन्दुः. नमस्कारः भगिनि. केवलं गुणिवाचकशब्दाः येषां विषये बहूनां भ्रमः भवति, यतोहि एकदृष्ट्या गुणिवाचकाः एव, अपरया दृष्ट्या केवलं गुणिवाचकाः इति वक्तुं न शक्नुमः. यथा उन्नतशब्दः, उन्नतः इत्युक्तौ औन्नत्यगुणविशिष्टः. औन्नत्यगुणः यस्मिन् अस्ति तादृशः कश्चन. सुन्दरः इत्युक्तौ सौन्दर्यं यस्मिन् अस्ति तादृशः कश्चन इत्यर्थः. अत्र केवलं गुणिवाचकशब्दाः इत्युक्ते, उदाहरणार्थम् उन्नतशब्दं वयं स्वीकुर्मः चेत् तत्र उन्नतः वृक्षः इति वदामः, परन्तु उन्नतः वृक्षे अस्ति इति वक्तुं न शक्नुमः. औन्नत्यम् एव वृक्षे अस्ति इति वक्तुं शक्नुमः किल. समीचीनं. हा, अतः सुन्दरः, सुन्दरः बालक इत्युक्तौ तत्र सौन्दर्यमेव बालके अस्ति इति वक्तुं शक्नुमः. सुन्दरः बालके अस्ति इति वक्तुं न शक्नुमः. समीचीनं, समीचीनं भगिनि. गुणिनं बोधयति, तत् गुणविष्टगुणिनं बोधयति इति वक्तुं. हा हा, समीचीनं भगिनि. हा हा, तथैव अस्ति, तथैव अस्ति. समीचीनं. हा, अस्तु धन्यवादः. अस्तु अग्रे तत्र नीता भगिनी अग्रे पठितुम् इच्छति वा? महोदय, एकः प्रश्नः. तत् प्रथमं वाक्यमस्ति अस्मिन्नेव परिच्छेदे, केवलं गुणिवाचकः, अनन्तरं केवलं गुणिवाचकः, अनयोर्मध्ये भेदः किम्? हा, तत्र स्पष्टं भवति भगिनी, तत्र अस्य विषये एव तत्र स्पष्टीकरणम् अग्रे अस्ति. अस्तु अस्तु. हा, यथा एते गुणे गुणविशिष्टगुणिवाचकाः, एते गुणविशिष्टगुणिवाचकाः नाम तेन गुणेन युक्तं गुणिनं बोधयति. उन्नतः इत्युक्ते औन्नत्यं यः गुणः, तादृशगुणेन युक्तं यं कमपि पदार्थं गुणिनं बोधयति. यथा उन्नतः वृक्षः इत्युक्ते कश्चन वृक्षः यः औन्नत्ययुक्तः अस्ति. अग्रे पठामि वा? अस्तु, तत्र एतत् एतावदेव किञ्चित् वदतु भगिनि. प्रायशः सरलमेव अस्ति. अत्र गुणिवाचकाः, गुणिवाचकाः इत्युक्ते येन गुणेन युक्तं गुणिनं बोधयति, इत्युक्ते उन्नतः बालकः इति वदामः चेत् बालके औन्नत्यमस्ति. उन्नतः औन्नत्यं, तादृशेन बालकः औन्नत्येन युक्तम् अस्ति, तेन गुणेन औन्नत्येन युक्तं बालकम्, अतः तेन गुणेन युक्तं गुणम् इति बोधयति. समीचीनम्. उन्नतः बालकः वा उन्नता बालिका वा उन्नतः उन्नतं गृहम् इति वदामः चेत् तत् उन्नतः बालके विद्यमानम् औन्नत्यम् इति सूचयति उन्नतः इति पदम्. शेषतीर्णता इति वयं गुणविशिष्टगुणिवाचकाः भवन्ति. अतः तत्र अतः इदानीं तत्र प्रश्नस्य किमर्थं तत्र गुणिवाचकाः एव केवलं गुणिवाचकः इति न वक्तुं शक्नुमः इति तत्र केवलं गुणिवाचकः इति न वक्तुं न शक्नुमः तत्र केवलं गुणिवाचकाः इति वक्तुं न शक्नुमः गुणिवाचकाः एव एकदृष्ट्या गुणिवाचकाः एव केवलं गुणिवाचकाः इति वक्तुं न शक्नुमः. किमर्थम् इत्युक्ते तत्र केवलं गुणिवाचकः नाम केवलं गुणस्य आश्रयस्य विषये एव वदति इति न, किन्तु गुणयुक्त इति अपि वदति खलु, तत्र गुणविशिष्टगुणिवाचकशब्दाः. अतः तत्र केवलं गुणिवाचकाः इति तत्र तत् नाम तत्र गुणस्य विषये तत् किमपि न वदति इति न वक्तुं शक्नुमः. किञ्चित् अस्ति, किञ्चित् गुणस्य विषयमपि तस्मिन् अन्तर्भूतः अस्ति, अतः तत्र केवलं गुणिवाचकाः इति वक्तुं न शक्नुमः. गुणिवाचकाः एव नाम गुणि कः इति तत्तु वदति, तस्य उपरि किञ्चित् वदति, किन्तु गुणि कः इति सम्यक्तया वदति, गुणः कः इति सम्यक्तया न वदति. अतः तत्र केवलं गुणिवाचकाः इति वक्तुं न शक्नुमः. गुणविशिष्टगुणिवाचकाः इति सम्यक् विवरणं भवति. अस्तु, अग्रे धनश्री भगिनी समीचीनं वा? आं महोदय, गुणविशिष्टगुणिवाचक हा इति समीचीनं विवरणं भवति. अस्तु, अग्रे तर्हि नरसिंहमहोदय अग्रे पठति वा? उत्तरं वस्तुतः प्रश्नः द्विवारं वदनस्य का आवश्यकता? गुणविशिष्टगुणिवाचक गुणि इत्युक्ते यस्मिन् सः गुण अस्ति एव, तर्हि पुनः गुणिविशिष्ट इत्यनेन को लाभः? उत्तरं वस्तुतः न अपेक्षितं, किन्तु स्पष्टतार्थम् उच्यते तावदेव. गुणि इत्यनेन गुणविशिष्ट इत्येव अर्थः. गुण अस्मिन् अस्ति इत्येव गुणि. कश्चन गुणः अस्ति, तादृशगुणेन विशिष्टम् एकं पदार्थं बोधयति. तथापि भ्रमस्य दूरीकरणे महान् लाभः. कथम् इति अग्रे वक्ष्यते. अत्र किमर्थं गुण अनन्तरं गुणविशिष्टगुणिवाचकः इति किमर्थं द्विवारं वदनस्य का आवश्यकता इति प्रश्नमस्ति. तस्य उत्तरमस्ति केवलं स्पष्टीकरणार्थं तस्य आवश्यकता नास्ति, परन्तु स्पष्टीकरणार्थमेव तत् द्विवारं वदनस्य आवश्यकता भवति. तत्र स्पष्टता भवति. गुणि इत्यनेन गुणविशिष्ट इत्येव अर्थः भवति, परन्तु गुणि अस्मिन् अस्ति इत्येव गुणि. कश्चन गुणः अस्ति, तादृशगुणेन विशिष्टम् एकपदार्थं तत् अन्यपदार्थेभ्यः पृथक् करोति तत्र विशिष्टधर्मेण इति स्पष्टता भवति तादृशवदनेन इति अस्ति. अत्र भ्रमस्य दूरीकर्तुं भवति. किमर्थं द्विवारम् इति अग्रे वक्ष्यते. अग्रे वक्ष्यते तत्र. समीचीनं महोदय, अस्तु, धन्यवादः. अस्तु, अशोक महोदय अग्रे पठितुम् इच्छति वा? तृतीयबिन्दु इदानीम् अस्तु महोदय. गुणवाचकः अपि गुणिवाचकः अपि एते शब्दाः गुणवाचकत्वेन अपि प्रयुज्यन्ते, गुणिवाचकत्वेन अपि प्रयुज्यन्ते. यथा शुक्लः, कृष्णः, नीलः इति शब्दाः. शुक्लः गुणवाचकः इत्युक्ते वैट् कलर् इति वक्तव्यं चेत् शुक्लः अस्मिन् अर्थे पुल्लिङ्गे एव प्रयोक्तव्यम्. शुक्लवर्णेन युक्तः कश्चन इति चेत् गुणिवाचकः. अस्मिन् अर्थे त्रिषु लिङ्गेषु शुक्लः घटः, शुक्ला शाटिका, शुक्लं पुष्पम् इति तावत्पर्यन्तं महोदय. गुणवाचकः तृतीय वर्गः. गुणवाचकः शब्दः अपि सः शब्दः गुणिवाचकः अपि एते शब्दः गुणवाचकत्वेन अपि प्रयुज्यन्ते, गुणिवाचकत्वेन अपि प्रयुज्यन्ते. एकशब्दं द्विविधा प्रयुज्यन्ते. तस्य प्रयोगद्वयं वर्तते, तस्य प्रयोगद्वयं वर्तते. उदाहरणार्थं शुक्लः, कृष्णः, नीलः इति वर्णशब्दः रूपम् इति न्यायशास्त्रे वदामः, नाम कलर् इति अर्थे. हा, शुक्लः गुणवाचकः इति प्रयोगं यदि कुर्वन्ति तदा वैट् कलर् इति अर्थः अस्ति. हा, तदा वयं दृष्टवन्तः तत्र पुष्पस्य वर्णः शुक्लः, शुक्लः इति तत्र पुष्पस्य वर्णः शुक्लः, तत्र गुणवाचकाः तस्मिन् सन्दर्भे. हा, शुक्लः पुल्लिङ्गः अस्ति, अतः तस्य प्रयोजनं पुल्लिङ्गे एव. हा, सर्वदा पुल्लिङ्गे एव भवति. हा, समीचीनं. हा, यदा तत्र गुणिवाचकः भवति अथवा गुणवत् वाचकः भवति तत्र तत्र यथा पदार्थस्य लिङ्गं लिङ्गः तथा एव गुणिवाचकशब्दस्य लिङ्गम् अपि समीचीनं. हा, अतः तत्र विशेषणवाचकं विशेषणं रूपेण भवति, अतः त्रिषु लिङ्गेषु भवति. समीचीनं. हा, तत्र यदा तत्र गुणिवाचकाः भवति तदा तत्र विशेषनिघ्नता नाम विशेषस्य लिङ्गम् अनुसरति, अतः तत्र विशेषनिघ्नता अस्ति इति वयं दृष्टवन्तः. अतः घटः अस्ति चेत् शुक्लः घटः इति भवति, शाटिका अस्ति चेत् शुक्ला शाटिका इति भवति, पुष्पम् अस्ति चेत् शुक्लं पुष्पम् इति भवति. अतः तत्र वयं दृष्टवन्तः तत्र वर्णवाचकशब्दाः नाम रूपवाचकशब्दः वर्णवाचकशब्दः तत्र गुणवाचकाः अपि भवितुम् अर्हन्ति, गुणवत् अथवा गुणिवाचकाः अपि भवितुम् अर्हन्ति. अतः तत्र शुक्लः इति पदे एषः प्रश्नः पूर्वमपि आगतः, किन्तु पुनः एकवारं तत्र शुक्लः इति पदम् अथवा नीलः इति पदं किन्तु शुक्लः इति स्वीकुर्मः. शुक्लः इति शब्दः इति शब्दः अस्मिन् शब्दे गुणवाचकता अस्ति वा, अस्मिन् शब्दे गुणवाचकता अस्ति वा शुक्लः इति शब्दे? प्रायः अस्ति. हा, यतोहि तत्र पुष्पस्य वर्णः शुक्लः इति यदि वदामः गुणवाचकता भवितुम् अर्हति खलु. हा, अपि गुणिवाचकता अपि अस्ति वा? गुणिवाचकता आं महोदय. हा, भवितुम् अर्हति खलु. हा, गुणिवाचकता अपि भवितुम् अर्हति शुक्ल इति शब्दे, गुणवाचकता अपि भवितुम् अर्हति अस्मिन् शब्दे शुक्लः इति शब्दे, किन्तु एकस्मिन् समये द्वयोः अपि भवितुम् अर्हति वा, अर्हतः वा? न, यदि गुणवाचक प्रयोगं कुर्मः तदा गुणवाचकता अस्ति. हा, अस्मिन् सन्दर्भे गुणिवाचकता अस्ति वा? न, नास्ति. हा, अपि यदि तत्र गुणिवाचकता तत्र शुक्लः घटः इति वदामः तस्मिन् सन्दर्भे गुणिवाचकता अस्ति, यदि गुणिवाचकता अस्ति तदा गुणवाचकता नास्ति. हा, यदि गुणवाचकता अस्ति शुक्लशब्दे गुणिवाचकता नास्ति, यदि गुणिवाचकता शुक्लशब्दे अस्ति तदा गुणवाचकता नास्ति शब्दे. अतः गुणवाचकता अपि गुणिवाचकता तयोः मध्ये कीदृशसम्बन्धः वर्तते? विरोधः अस्ति. हा, विरोधः वर्तते, समीचीनम्. अतः हा, समीचीनं समीचीनं. हा, विरोधः द्वयोः मध्ये विरोधः इति सम्बन्धः वर्तते एकस्मिन् समये सः तत्र एकस्मिन् समये न स्तः. शब्दस्वरी बहु न्यूनमस्ति आचार्य. किं महोदय, किमस्ति महोदय? मूर्ति महोदय वदतु, न श्रूयते वा? अन्ये अन्येषां कृते समीचीनमस्ति वा ध्वनिः? अस्तु अस्तु, मूर्तिमहोदय न जानामि किमर्थं तादृशमस्ति. अस्तु, अशोक महोदय धन्यवादः. अस्तु, अग्रे सरामः तर्हि. अस्तु, इदानीं तत्र तृतीयबिन्दुः अपि तत्र तत्र रूप अथवा वर्णवाचकशब्दः इति दृष्टवन्तः, किन्तु रसवाचकशब्दाः अपि तथैव सन्ति इति तस्मिन् विषये अपि किञ्चित् पश्यामः. तर्हि तत्र राजी भगिनी पठितुम् इच्छति वा अग्रे? राजी भगिनी पठितवती वा आदौ? क्षम्यतां जि, अहं किञ्चित् बहिः अस्मि. अस्तु अस्तु अस्तु, चिन्ता मास्तु, चिन्ता मास्तु, अस्तु अस्तु. तर्हि अग्रे तत्र शोभा भगिनी पठितुम् इच्छति वा? आं महोदय. तत्र रसवाचकशब्दाः अपि तथा लवणः, आम्लः, मधुरः, कटुः, तिक्तः, कषायः, एते शब्दाः गुणवाचकाः चेत् नियतिलिङ्गाः पुंलिङ्गे एव भवन्ति. यथा मधुरः गुणवाचकः स्वीट् टेस्ट् इत्यर्थः पुंलिङ्गे एव. मधुररसयुक्तः इति चेत् गुणिवाचकः त्रिषु लिङ्गेषु, मधुरः शाकः, मधुरा शर्करा, मधुरम् ओदनम् इति. तत्र अधुना रसवाचकशब्दानां प्रसङ्गः. ते अपि यथा गुणवाचकगुणिवाचक वर्णानां गुणवाचकानां विषये अभवत् महोदय. शुक्लः इति तथा एव तत्र लवण रसवाचकशब्दानां प्रसङ्गे लवणः, आम्लः, मधुरः, कटुः, तिक्तः, कषायः इति उदाहरणानि दत्तानि. एते शब्दाः गुणवाचकाः गुणवाचकरूपेण भवन्ति चेत् नियतलिङ्गम् इत्युक्ते तत्र पुंलिङ्गे एव भवन्ति. तत्र यत् यथा लवणः, आम्लः, तत्र लवणस्य लवणम् इति यस्मिन् लवणरसः रसम् अस्ति तदपि लवणम् इति भवति. अतः तस्य गुणं लवण तस्य गुणम् इति भवति चेत् तत्र केवलं लवणः इति भवति चेत् रसवाचकशब्दः पुंलिङ्गे भवति, आम्लः, मधुरः, कटुः इति. तत्र अहम् अत्र अभ्यासपुस्तके तदपि वयं दृष्टवन्तः, पठामः पाठयामः च तत्र एतस्य रुचिः लवणः इति वदामः. रुचिः लवणः इति वदामः खलु, वदामः लवणः इति वदामः, किन्तु तत्र किं लवणः पुल्लिङ्गे अस्ति खलु, स्त्रीलिङ्गे अस्ति, स्त्रीलिङ्गे अस्ति, तत्र विशेष्य विशेषणम् इति न कुर्मः. लवणः एव रुचिः, आम्लः, रुचिः, मधुरः, रुचिः. अभ्यासपुस्तकसमये तत्र विचित्रम् इति भाति खलु, किमर्थं, किन्तु इदानीं तत्र उत्तरं प्राप्तं. तत्र रसवाचकशब्दाः पुल्लिङ्गे एव भवन्ति यदि रसस्य गुणवाचक वाचकत्वं भवति. तत्र यस् रुचिः इति वदामः चेत् लवणः इति भवति, अथवा अन्यानि पदानि. यदि यथा तत्र अधुना दृष्टवन्तः पुंलिङ्गे एव. अग्रे मधुररसयुक्तः इति चेत् गुणिवाचकः इत्युक्ते तत्र त्रिषु लिङ्गेषु भवति तदा. यथा मधुरः इति पदं रसम् इति रसम् इति रसः प्रायः रसः इति पुल्लिङ्गपदम् इति मन्ये. रसः यस्मिन् रसः अस्ति इति तत्र वदामः इत्युक्ते तत्र गुणः भवति. यस्मिन् रसः अस्ति तत् गुणी भवति, अपि च रसः गुणः भवति. यथा तत्र तदा त्रिषु लिङ्गेषु इत्युक्ते तत्र मधुरः शाकः, मधुरा शर्करा, मधुरम् ओदनम् इति भवति. तथा एव लवणशब्दस्य, आम्लशब्दस्य इति अपि कर्तुं शक्नुमः. तेषां सर्वेषां पदानां कृते अपि तादृशः प्रयोगः भवितुम् अर्हति. तर्हि तत्र इत्युक्ते अस्यां अस्यां शर्कर्यां मधुरः रसः अस्ति इति अस्ति मधुरः रसः वर्तते अस्मिन् वर्तते तथा एव अस्मिन् शाके मधुररसं वर्तते इति अपि च अस्मिन् ओदने मधुररसं वर्तते वर्तते इति तत्र गुणि गुणिवाचकशब्दाः भवन्ति हा तद् तदा विशेषनिघ्नता भवति नाम विशेषनिघ्नता भवति यदा गुणिवाचकशब्दाः भवन्ति एते तदा विशेषनिघ्नता इति निर्दिष्टाः भवन्ति नो चेत् गुणवाचकशब्दाः भवन्ति चेत् पुंलिङ्गे एव तेषां प्रयोगनं भवति तत्र विशेषनिघ्नता इति न भवति इति नास्ति नियतलिङ्गशब्दः इति गुणवाचक गुणवाचकता यदि भवति नियतलिङ्गः नियतलिङ्गम् अपि गुणिवाचकता समये तत्र विशेष्य निघ्नता इति भवति अस्तु समीचीनं धन्यवादः धन्यवादः भगिनि अग्रे शुभदा भगिनी पठितुम् इच्छति वा आं महोदय नमस्कारः अर्थस्य परिवर्तनार्थं नाम तत्र एतावत् वयं दृष्टवन्तः तत्र केवलं गुणिवाचकशब्दाः सन्ति गुणवाचकः शब्दाः सन्ति अतः तत्र केवलं गुणवाचकशब्दाः सन्ति चेत् तेन शब्देन गुणिवाचकत्वं कथं प्राप्नुमः इति प्रश्नः एतदेव अग्रे दत्तमस्ति अस्तु प्रथमः बिन्दुः केवलं गुणवाचकशब्दः मतुप् अर्थक् अर्थकप्रत्ययस्य संयोजनेन गुणिवाचकशब्दः निष्पन्नः यथा श्रद्धा इति गुणवाचकः शब्दः अस्ति चेत् मतुप् इति प्रत्ययस्य योजनेन श्रद्धावान् इति भवति बलं बलवान् अथवा बली इति भवति धैर्यम् अस्ति चेत् धैर्यवान् इति भवति संयमः संयमी भवति उत्साहः उत्साही इति भवति समीचीनं तत्र श्रद्धा बलं धैर्यं संयम उत्साहः एतत् सर्वं गुणवाचक केवलं गुणवाचकशब्दाः तत्र श्रद्धा महिला इति न वक्तुं शक्नुमः किन्तु श्रद्धावती महिला इति वक्तुं शक्नुमः अतः तत्र मतुप्रत्ययस्य योजनेन तत्र गुणिवाचकः श्रद्धावती महिला इति भवति चेत् तत्र श्रद्धावती तत्र महिला अर्थः एव भवति अतः तत्र गुणिवाचकता श्रद्धावती इति पदे अस्ति अतः तत्र मतुप्रत्ययस्य योजनेन तादृशं भवति किन्तु मतु अर्थक इति दत्तमस्ति किमर्थं केवलं मतुप् इत्यस्य अर्थः यस्य अस्ति यस्मिन् अस्ति इति अर्थे अस्मिन् अस्ति इति अर्थे श्रद्धा अस्मिन् अस्ति सः श्रद्धावान् इत्यर्थे मतुप् आश्रयं सूचयति अपि केवलं मतुप् आश्रयं सूचयति इति न अन्ये अन्यः प्रत्ययः अपि अस्ति यः आश्रयं सूचयति बली इति भवति संयमी इति भवति संयमी तत्र प्रत्ययः इनि प्रत्ययः इनि प्रत्ययः तथैव तत्र बलवान् अथवा बली तत्र धनवान् अथवा धनी धनी धनी नकारान्तपदं तत्र तादृश अतः तत्र मतुप् केवलं मतुप् इति न किन्तु मतुप् अर्थक अन्ये प्रत्ययाः ये सन्ति तेषां प्रयोगेन अपि तत्र गुणिवाचकशब्दान् प्राप्नुमः इति समीचीनं तत्र प्रश्नः अस्ति वा प्रायशः एतत् सर्वं सरलमेव अस्ति इति मन्ये महोदय एकः प्रश्नः अस्ति यत् गुणवाचकः पदाः सन्ति यस्मिन् बलः अस्ति सः बलवान् तादृशः एव यस्मिन् घटः अस्ति सः घटवत् इति वयं वदामः घटवत् भूतलम् अत्र अतः घट अपि अत्र गुणवाचकः एव इति वक्तुं शक्नुमः न किन्तु घटः इति भिन्नः अस्ति खलु भगिनि तत्र भिन्न एव वस्तु यथा शक्तिः भिन्नवस्तु अस्ति शक्तिवान् तथा न न न तत्र श्रद्धा बलं धैर्यं संयम उत्साहः केचन शब्दाः सन्ति ये केवलं तत्र गुणवाचकशब्दाः भवन्ति सर्वे शब्दाः तादृशः न सन्ति अपि तत्र घटः इति गुणः नास्ति खलु तदेव न वयं तत्र विशेषणः अस्ति सः इति वदामः अतः विशेषणं तु अस्ति तत्र घटः इति विशेषणवाचकपदम् अस्ति अपि भूतलं घटविशिष्टं भूतलम् अस्ति नाम अस्मिन् भूतले घटः अस्ति अन्येषु भूतलेषु घटः नास्ति इति वक्तुम् इच्छामः अतः तत्र घटेन एतद् भूतलं भिन्नम् अस्ति इति प्रदर्शितुं शक्नुमः परन्तु तत्र गुणं न दर्शयति गुणं न दर्शयति अपि अत्र इति न्यायरीत्या इति नास्ति केवलं क्वालिटि इति अस्ति खलु तत्र हा एतत् सर्वं श्रद्धा बलम् एतत् साधारण किं गुणः इति खलु सामान्यरीत्या गुणः इति वदामः खलु श्रद्धा इति गुणः इति हा तादृश अर्थे एतत् सर्वम् अस्ति भगिनि धन्यवादः हा अस्तु अस्तु अग्रे तर्हि तत्र उपेन्द्रमोदी अग्रे पठितुम् इच्छति वा उपेन्द्रमहोदय अस्ति वा ओ अस्तु सः गतवान् अस्तु अग्रे तत्र चन्द्रमती भगिनी अग्रे पठितुम् इच्छति वा पठामि द्वितीयं केवलं गुणिवाचकः शब्दः भावार्थप्रत्यय प्रत्ययस्य त्व तल इत्यस्य संयोजनेन गुणवाचकः शब्दः निष्पन्नः यथा उत्तमः उत्तमत्वम् उत्तमता औन्नत्यं विशालः विशालत्वं विशालता वैशाल्यं सुन्दरः सुन्दरत्वं सुन्दरता सौन्दर्यम् इति अतः तत्र उत्तमः इति कीदृशपदम् अस्ति गुणवाचकः वा अथवा गुणिवाचकः गुणवाचकः गुणिवाचकः गुणिवाचकः अस्ति हा अतः तत्र उत्तमत्वं गुणम् अस्ति उत्तम तस्य उत्तमे उत्तमः तस्मिन् उत्तमत्वम् इति गुणः अस्ति हा अतः तत्र यत् वयं दृष्टवन्तः तत्र गुणवाचकः अस्ति चेत् एतत् पदम् उपरि स्थातुं शक्नोति गुणिवाचकपदम् अस्ति चेत् अधोभागे तिष्ठति हा तत्र उत्तमः वृक्षः इति एव वक्तुं शक्नुमः किन्तु उत्तमः वृक्षे अस्ति इति न वक्तुं शक्नुमः अतः उत्तमः इति गुणिवाचकशब्दः एव केवलं गुणिवाचकः शब्दः अतः तत्र गुणस्य गुणवाचकशब्दं यदि प्राप्तुम् इच्छामः इच्छामः तर्हि अधोभागे स्मः उपरि गन्तुम् इच्छामः किं कुर्मः स्वप्रत्ययस्य अथवा भाववाचकप्रत्ययस्य प्रयोगं कृत्वा अत्र कः प्रत्ययः उत्तमत्वम् इति तत्र कः प्रत्ययः चन्द्रमती भगिनि अहम् इदानीमेव योजितवती महोदय अहं न पूर्वं किम् उक्तं न श्रुतवती अतः एव किन्तु उत्तमः अस्ति उत्तमत्वम् इति पदं कथं प्राप्तं कः प्रत्ययः त्व वा तल् वा शै वा किम् तल् नाम था इति भवति तत्र उत्तमता तल् प्रत्ययेन उत्तमता अपि शै प्रत्ययेन औ तत्र औत्तम्यं तत्र यत्र उन्नतः इति स्वीकृतः प्रायशः उन्नतत्वं उन्नता अपि औन्नत्यम् इति भवति. हा शै प्रत्ययः औन्नत्यं षञ् प्रत्ययं वा? हा तत्र शै प्रत्ययः प्रायश उदाहरणार्थम् एतत् समीचीनमस्ति सुन्दरः इति तत्र सुन्दरत्वम् इति स्वप्रत्ययः स्वप्रत्ययः सुन्दरता तल् प्रत्ययः सौन्दर्यं षञ् प्रत्ययः इति अस्ति. अतः तत्र सुन्दरत्वं सुन्दरः बालकः इति वदामः तदा सुन्दरः इत्युक्ते बालकः बालकः कीदृशः सुन्दरः इति अस्ति किन्तु सुन्दरः बालके अस्ति इति न वक्तुं शक्नुमः. सुन्दरत्वं बालके अस्ति अथवा सुन्दरता बालके अस्ति अथवा सौन्दर्यं बालके अस्ति इति वक्तुं शक्नुमः. अस्तु तर्हि अग्रेसरं धन्यवादः भगिनि. हा तत्र जयलक्ष्मी भगिनी अग्रे पठितुम् इच्छति वा? आं महोदय पठामि. नमस्ते महोदय. द्वितीयः बिन्दुः केवलं गुणिवाचकः तृतीयः बिन्दुः भगिनि तृतीयः बिन्दुः यः गुणवाचकः अपि गुणिवाचकः अपि तस्य अन्वयः उभयत्र अतः कोऽपि प्रत्ययः न अपेक्षितः किन्तु मतुपर्थीयाः भावार्थीयाः प्रयोक्तुं शक्याः. पीतः पीतत्वं च इत्येतौ द्वौ गुणवाचकशब्दौ समानौ. अत्र एतादृशमुक्तं यः गुणवाचकः अपि गुणिवाचकः अपि तस्य अन्वयः उभयत्र कोऽपि प्रत्ययस्य आवश्यकता नास्ति इति उक्तम्. यत्र गुणवाचकः गुणिवाचकः अपि समानं भवति. अतः तृतीय कुत्र अपेक्षितः? यत्र केवलं गुणवाचकता अस्ति किन्तु गुणिवाचकता नास्ति चेत् तत्र कोऽपि प्रत्ययस्य आवश्यकता अस्ति. किन्तु यदि पदं गुणवाचकम् अपि अस्ति गुणिवाचकम् अपि अस्ति चेत् तत्र नूतनप्रयोगस्य प्रत्ययस्य योजनस्य आवश्यकता नास्ति इति उक्तं. पीतः इति वदामः चेत् तत्र गुणवाचकः सूचयति अत्र कोऽपि प्रत्ययस्य आवश्यकता नास्ति. पीतत्वम् इति वदामः चेतपि तत्र गुणं प्रदर्शयति गुणं दृश्यते साक्षात् दृश्यते तेन तत्रापि भावप्रत्ययस्य योजनं न आवश्यकम् इति उक्तम्. पीतत्वम् इति तत्र भावप्रत्ययः साक्षात् अस्ति खलु यतोहि पीतत्वम् इति तत्र सत्यं सत्यं पीतत्वम् इत्यत्र तु त्वल् त्वप्रत्ययः अस्ति अपि पीतः अपि पीतत्वं गुणवाचकशब्दौ समानौ नाम तत्र पीतः तत्र पुष्पस्य वर्णः पीतः इति वदामः तत्र तत्र पीतः नाम तत्र येलो इति खलु हा किन्तु तत्र वर्णः येलो तत्र कलर् इस् येलो अथवा तत्र पीतयुक्तः कश्चन पदार्थः इति पीतयुक्तः अथवा तत्र येलोनेस् इति क्वालिटि इति गुणः भवति खलु नाम तत्र येलोनेस् अस्ति तत् तदैव पीतत्वम्. अतः तत्र पीतः इति वर्णः अथवा पीतत्वं समानगुणवाचकशब्दौ भवतः. अतः तत्र पीतः वा पीतत्वम् इत्यतौ द्वौ गुणवाचकशब्दौ समानौ इति इत्युक्ते तत्र एतत् वर्णयुक्तः शब्दः न चेत् रसयुक्तशब्देषु एव एतादृशं भवति खलु? हा सत्यं भगिनि. हा केवलं केवलम् अस्मिन् सन्दर्भे एव सत्यं सत्यं. पीतः इति गुणः अस्मिन् उपरि अस्ति वस्त्रम् इति अधोभागे अस्ति. अस्ति पीतत्वम् इति गुणः अधोभागे वस्त्रम् इति अस्ति. पीतं वस्त्रं पीतम् इति गुणिवाचकशब्दात् त्वप्रत्ययस्य संयोजनेन गुणवाचकशब्दः निष्पन्नः पीतत्वम् इति तत्र उन्नतः बालकः इति अस्ति चेत् तत्र बालके किम् अस्ति? बालके औन्नत्यम् अस्ति इति उन्नतत्वम् अस्ति इति अपि खलु तत्र भाववाचकप्रत्ययः यः कोऽपि तत्र संयोजयितुं शक्नुमः, साधारणतया औन्नत्यम् इति वदामः, किन्तु उन्नतत्वमपि समीचीनम् अस्ति खलु? समीचीनं, सत्यं. तथैव तत्र पीतं वस्त्रम् अस्ति चेत् अत्र पीतम् इति गुणिवाचकशब्दः, अतः वस्त्रे किम् अस्ति? पीतत्वम् अस्ति इति. पीतत्वम् इति अस्ति, अतः तत्र पीतत्वम् इति गुणः उपरि अस्ति, अतः तत्र पीतत्व पीतत्वमिति गुणः, पीतः इति गुणः अपि समानम्. हा, अनेन पीतः पीतत्वं च इत्येतौ द्वौ गुणवाचकशब्दौ समानौ. तथैव पीतं वस्त्रं पीतवत् वस्त्रं, पीतं पीतवत् च इत्येतौ द्वौ गुणिवाचकशब्दौ समानौ. अतः तत्र पीतत्वम् इति वस्त्रे अस्ति. पीतं वस्त्रम् इत्युक्ते पीतत्वं केवलं, पीतं वस्त्रम् इत्युक्ते तत्र पीतम् इति पीतः इति न, तत्र पीतयुक्तः इति वस्त्रम् इति अर्थः. हा, तत्र खलु तत्र पीतः इति वर्णः वस्त्रे अस्ति, गुणः वस्त्रे अस्ति, किन्तु यथा तत्र उन्नतः बालकः इति साधारणविशेषणवाचकशब्दम् उपयुज्य उन्नतत्वं बालके अस्ति इति यथा वयं प्रदर्शितवन्तः, तथैव पीतं वस्त्रम् इत्युक्ते तत्र पीतम् इति विशेषणवाचकपदं स्वीकृत्य विशेषणं किम् अस्ति? तर्हि पीतं वस्त्रम् इत्युक्ते तत्र पीतत्वम् इति पदार्थः वस्त्रे अस्ति. एतत् पीतत्वमेव साक्षात् विशेषणम्. विशेषणम्, अतः तत्र पीतत्वं वस्त्रे अस्ति, अतः पीतः वा पीतत्वं वा समानौ भवतः. पीतत्वम् इति विशेषणं भवति, पीतम् इति विशेषणवाचकपदं भवति इति. समीचीनं भगिनि, तथैव अस्ति. अन्य कोऽपि प्रश्नः अस्मिन् विषये? सर्वं सरलं. मम एकः प्रश्नः अस्ति महोदय, एतत् सर्वं समीचीनं, किन्तु यथा घटवत् इति वदामः चेत् घटः अस्य अस्ति इति कारणेन घटः विशेषणम् इति वक्तुम् इच्छति वा? सत्यं, तथैव अस्ति. घटवत् भूतलम् इति व्याकरणरीत्या पदद्वयं, घटवत् इति विशेषणं, भूतलमिति विशेषम् इति व्याकरणरीत्या. किन्तु अत्र गुणः तु नास्ति खलु, व्याकरणरीत्या समीचीनं गुणः इति नास्ति, किन्तु किमपि अस्ति तत्र साधारणतया कोऽपि गुणः वर्तते येन विशिष्यते, किन्तु किमपि अस्ति अस्मिन् भूतले येन अन्येभ्यः वस्तुभ्यः पृथक् भिन्नः इति प्रदर्शितुं प्रदर्शयति. अतः तत्र अस्मिन् भूतले घटः अस्ति इति वक्तुम् इच्छामः, नाम अन्येषु भूतलेषु घटः नास्ति. अतः घटः एव विशेषणं, घटवत् इति विशेषणवाचकपदम् इति अस्ति. सत्यं भगिनि, तथैव अस्ति. अतः साक्षात् घटः पदार्थः एव विशेषणं, भूतलं पदार्थः एव विशेष्यः विशेष्यम् अपि भूतलमिति पदं विशेष्यवाचकपदं, घटभत् इति यदस्ति तत् विशेषणवाचकपदम्. यतोहि गुणः नास्ति तथापि व्याकरणरीत्या तादृशार्थः प्राप्यते इति. हा, सत्यं, नाम तत्र यः सम्बन्धविशेषणविशेष्यभावः यः वर्तते शब्दयोः मध्ये, तस्य कारणं तु पदार्थयोः मध्ये कोऽपि सम्बन्धः खलु. यतोहि तत्र शब्देन वयं भूते किमपि यत् वर्तते तस्य वर्णनं कर्तुम् इच्छामः खलु, अतः एव अर्थस्य विषये इति उक्तं प्रथमतया. पदार्थस्य सम्बन्धेन विशेषणविशेष्यभावः, व्याकरणविशेषणविशेष्यभावः पदार्थयोः सम्बन्धः यः वर्तते तस्मात् आगतः सम्बन्धः एषः इति. अस्तु महोदय, अतः तत्र एतत् किं बहु स्पष्टतया वक्तुम् इष्टवान् स्वरूप महोदय, अतः एव तत्र करपत्रम् एतत् सर्वं लिखितवान्. समीचीनम्, अस्तु. अस्तु अग्रे सरामः तर्हि महोदय गुणवाचकं गुणिवाचकं तद् भेदः किमस्ति एकवारम् अपि वदति वा? एतत् दृष्टवन्तः भगिनि, तत्र नाम तत्र उन्नतः अस्ति चेत् उन्नतः केवलं गुणिवाचकः शब्दः अस्ति, तत्र नाम उन्नतः बालकः, उन्नतः इति बालके अस्ति इति न वक्तुं शक्नुमः, नाम उन्नतः इति गुणः न भवति. बालकः उन्नतः इत्युक्ते बालके औन्नत्यम् अथवा उन्नतत्वम् अस्ति, किन्तु बाल उन्नतः इति गुणः न भवति, अतः उन्नतः केवलं गुणिवाचकः शब्दः भवति. अपि श्रद्धा इति दृष्टवन्तः, श्रद्धा केवलं गुणवाचकशब्दः भवति, श्रद्धा महिलायाम् अस्ति, किन्तु एषा महिला श्रद्धा इति न वक्तुं शक्नुमः, अस्यां महिलायां श्रद्धा अस्ति इति एव वक्तुं शक्नुमः, अतः तत्र श्रद्धा इति गुणवाचकः शब्दः, किन्तु गुणस्य आशयः कः इति न सूचयति, अतः केवलं गुणवाचकः शब्दः अस्ति श्रद्धा इति. समीचीनं वा भगिनि? श्रद्धा गुणवाचकम् उन्नतः गुणवाचकं न गुणि हा इति भेदः सत्यम्. अपि शुक्लः इति यदस्ति तत् गुणवाचकः अपि भवति गुणिवाचकः अपि भवितुम् अर्हति. अतः तत्र केचन शब्दाः गुणवाचकः गुणिवाचकः अपि सन्ति, केचन केवलं गुणिवाचकाः भवन्ति, केचन केवलं गुणवाचकाः भवन्ति. अतः तत्र त्रैविध्यं वर्तते. अस्तु, इदानीं तत्र एतावत् दृष्टवन्तः इति मन्ये. हा अस्तु, अग्रे तर्हि सरामः तत्र धनश्री भगिनी भवती एव अग्रे पठति वा? आं महोदय. कृतवन्तः खलु तत्र तथैव पीतं वस्त्रं. हा तथैव पीतं वस्त्रं पीतवत् वस्त्रं पीतं पीतवत् च इत्येतौ द्वौ गुणिवाचकशब्दौ समानौ. पीतः इति गुणः तस्मात् गुणवाचकशब्दात् मतु प्रत्ययस्य संयोजनेन गुणिवाचकशब्दः निष्पन्नः पीतवत्. अनन्तरं पुनः पीत इति गुणः तत्र गुणः वस्त्रे वर्तते इति कृत्वा पीतं वस्त्रम् इति प्रयोगः. आमां पीत इति गुणवस्त्रे अस्ति अतः पीतं वस्त्रम् इति वयं वदामः. अनन्तरं पीतवत् वस्त्रम् इति अपि वयं वक्तुं शक्नुमः. अतः तत्र अर्थभेदः वर्तते वा? पीतं वस्त्रम् अपि पीतवत् वस्त्रम् अर्थभेदः अस्ति वा? न, नास्ति महोदय. नास्ति. अतः अनेन पीतं पीतवत् च इत्येतौ द्वौ गुणिवाचकशब्दौ समानौ, एकस्मिन्नेव स्तरे ते अभवतः. अतः गुणिवाचकशब्दः गुणिवाचकपदद्वयम् अस्ति, पीतम् अस्ति पीतवत् अस्ति, द्वयम् अत्र भेदः नास्ति तयोः मध्ये. तत्र समानौ शब्दौ भवतः. समीचीनम्. अस्तु अग्रे, एतत् सर्वं प्रायशः सरलमेव अस्ति. अतः तत्र अस्मिन् करपत्रे अग्रे शीघ्रतया गन्तुं शक्नुमः इति मन्ये. अस्तु, तत्र मूर्तिमहोदय तत्र अग्रे पठितुम् इच्छति वा? एतावत् भवान् न पठितवान्, ध्वनिः कथं भवति इति न जानामि, किन्तु प्रयत्नं कुर्मः यदि भवान् इच्छति चेत्. उन्नतः वृक्षः उन्नतः भूयां वृक्षं भवति वृक्षवाचकशब्द, तर्हि विशेषणं विशेष्यपदार्थ नास्ति पदम् इति श्रोतव्यम्। तर्हि अनन्तरं विशेषवाचकं तदेव उन्नतः। महोदय क्षम्यतां, तत्र सम्यक्तया न श्रूयते महोदय। हेड्फोन् त्यजामि, हेड्फोन् त्यजामि एकनिमिषम्। इदानीं सम्यक् अस्ति वा? हा एकवारं पठ। उन्नतः वृक्षः, उन्नतः वृक्षः, उन्नतः गुणिनं वृक्ष वृक्षं बोधयति। वृक्षवाचकशब्द, तर्हि विशेषणं किम्? विशेष्यपदार्थः न तु पदम् इति स्मर्तव्यम्। तर्हि पदं किम्? विशेष्यवाचकं, तथैव उन्नतः वस्तुतः विशेष्य विशेषणवाचकः, विशेषणम् औन्नत्यम्। औन्नत्यम् इत्यनेन वृक्षः विशिष्यते, विशिष्यते, विशिष्यते, पृथक् क्रियते। हा तावत्पर्यन्तं। हा वदतु महोदय किञ्चित्। नाम तत्र उन्नतः वृक्षः इति अस्ति, तत्र उन्नतः इति वृक्षः एव, उन्नतः कः अस्ति? वृक्षः एव उन्नतः, अतः उन्नतः एव, अतः उन्नतः वृक्षं बोधयति, अतः गुणिनं बोधयति, अतः तत्र वृक्षवाचकशब्दः एव अस्ति। अतः तत्र विशेषणं किम् अस्ति तर्हि? विशेषणम् अथवा विशेषं पदार्थः अस्ति वा पदमस्ति वा? पदं न, विशेषणम् अथवा विशेषम् एतावत् वयं किं कृत्वा चर्चितवन्तः? विशेषणम् आश्रयत्वमस्ति, न न, विशेषणम् आश्रयः विशेष्यम् अस्तु, किन्तु पदम् अस्ति वा अथवा पदार्थः अस्ति वा? लोके यः पदार्थः अस्ति वा सः विशेष्यः वा अथवा पदं विशेष्यं वा? तत्र शब्दः शब्दं न्यूनम् अस्ति सर्, सम्यक् नास्ति। अस्तु अस्तु, तर्हि अन्य कोऽपि पठेत्। अस्तु धन्यवादः महोदय, अन्य कोऽपि पठति। धन्यवादः महोदय, अस्तु धन्यवादः, धन्यवादः। अस्तु उषा भगिनी अग्रे पठितुम् इच्छति वा? आं महोदय, एकवारं पठतु भगिनी। उन्नतः वृक्षः, उन्नतः गुणिनं बोधयति, गुणिनम् अत्र वृक्षम्, वृक्षवाचकशब्दः। तर्हि विशेषणं किम्? विशेष्यः पदार्थः न तु पदम् इति स्मर्तव्यम्। तर्हि पदं किम्? विशेष्यवाचकं, तथैव उन्नतः वस्तुतः तथैव उन्नतः वस्तुतः विशेषणवाचकः। विशेषणम् औन्नत्यम्, औन्नत्यम् इत्यनेन वृक्षः विशिष्यते, पृथक् क्रियते। अन्येभ्यः वृक्षेभ्यः पृथक् कुर्मः अनेन औन्नत्यगुणेन, येन विशिष्यते उन्नतः तथा नास्ति, किन्तु औन्नत्यं तथा अस्ति, किन्तु औन्नत्यं तथा अस्ति, अतः तदेव विशेषणम्। आं महोदय, उन्नतः वृक्षः इत्यनेन वृक्षः इति तत्र उन्नतः इति गुणिवाचकः वा गुणवाचकः वा? उन्नतः, उन्नतः इति उपरि अस्ति वा अधोभागे अस्ति वा? तत्र नाम उन्नतः वृक्षः, वृक्षे अस्ति वा, उन्नतः वृक्षे अस्ति वा? नो नो महोदय, औन्नत्यमेव वृक्षे अस्ति. उन्नतः केवलं वृक्षं, गुणस्य आश्रयं, गुणस्य आश्रयं, किन्तु साक्षात् गुणः नास्ति. गुणः नास्ति, औन्नत्यम् इति गुणः, औन्नत्यम् इति पदार्थः वृक्षे अस्ति. अतः तत्र उन्नतः केवलं वृक्षं सूचयति, न तु वृक्षे विद्यमानं गुणं. गुण उन्नतः इति विशेषणवाचकपदम्. औन्नत्यम् इति, औन्नत्यम् इति यत् पदार्थः वृक्षे अस्ति तत् विशेषणम्. लोके विद्यमानपदार्थः वृक्षः विशेष्यः. विशेष्यः, समीचीनं. वृक्षशब्दः अत्र उन्नतः वृक्षः इति इति उक्तत्वात् वृक्षः अत्र वृक्षशब्दः विशेष्यवाचकपदम्. विशेष्यः पदार्थः न तु पदम्. आं महोदय, विशेषः इति लोके विद्यमानपदार्थः, अत्र वृक्षः न तु पदम्. पदम् इति स्मर्तव्यम्. ओके, तर्हि पदं किं? पदम् इति विशेष्यवाचकम्. अत्र विशेष्यवाचकम् अत्र वृक्षः. वृक्षः इति पदं विशेष्यवाचकं, वाचकम्. तथैव उन्नतः वस्तु, उन्नतः वस्तुतः विशेषणवाचकः. तत् उन्नतः इति वस्तुतः विशेषणवाचकः, वाचकपदं, विशेषणवाचकपदं. पदार्थं नास्ति उन्नतः इत्यनेन, पदार्थं न सूचयति. विशेषणम् इति औन्नत्यमेव, विशेषणम् इति वृक्षे विद्यमान औन्नत्यम् इति विशेषणम्. औन्नत्यम् इत्यनेन वृक्षः विशिष्यते. औन्नत्यम् इत्यनेन वृक्षः पृथक् क्रियते. सो औन्नत्यम् इत्यनेन वृक्षः विशिष्यते. नाम अत्र वृक्षाः सन्ति, किन्तु एषः वृक्षः यदि वदामः, एषः वृक्षः उन्नतः, अस्माकं पुरतः वृक्षः अस्ति, वयं वदामः पश्यतु एषः वृक्षः उन्नतः अस्ति, तदा अस्माकम् इच्छा का अस्ति? अस्मिन् वृक्षे औन्नत्यम् अस्ति, किन्तु अन्ये वृक्षे पृथक् करोति तत् औन्नत्यगुणेन, औन्नत्यगुणेन अन्येभ्यः वृक्षे, वृक्षेभ्यः इदं वृक्षं पृथक् क्रियते. समीचीनम्. येन विशिष्यते उन्नतः तथा नास्ति. उन्नतः इत्यनेन तत्र तत्र एतत् वयं वदामः वा, तत्र औन्नत्येन एषः वृक्षः विशिष्यते इति विशिष्यते इति वदामः खलु. औन्नत्येन वृक्षः विशिष्यते, विशिष्यते. उन्नतेन वृक्षः विशिष्यते इति वदामः वा? न, नास्ति, नो महोदय. औन्नत्येन एव, उन्नतः इति तथा नास्ति. येन विशिष्यते इति स्थाने तत्र उन्नतः इति पदम्, उन्नत इति पदस्य तृतीया विभक्ति येन इति स्थाने न स्थापितुं शक्नुमः. अतः किन्तु औन्नत्यमिति पदं स्थापितुं अतः तत्र औन्नत्येन विशिष्यते न तु उन्नतेन. अतः उन्नतः तत्र विशेषणं नास्ति, किन्तु औन्नत्यमेव विशेषणं. समीचीनं, अस्तु, समीचीनं, धन्यवादः. अस्तु अग्रे, धन्यवादः भगिनि. अस्तु अग्रे तत्र अना भगिनी अग्रे पठितुम् इच्छति वा? पठामि महोदय. तत्र करणं, हा सत्यं भगिनि, हा तत्र किञ्चित् उपरि, हा अस्तु इदानीं. समानाधिकारणम् असमानाधिकारणं च, विशेषणविशेष्ययोः समानाधिकरणं न स्यात्. यथा अत्र उन्नतः वृक्षः, उन्नतः गुणिवाचकशब्दः, अतः वृक्षम् एव बोधयति. द्वयोः पदयोः समानविभाक्तिकत्वम् एकार्थबोधकत्वं च, अनेन समानाधिकरणम्. तस्मात् उन्नतः इत्युक्ते वृक्षः एव अतः उन्नतशब्दः वृक्षं विशेषयितुं न शक्नोति उन्नतः वृक्षः च समानवस्तु कथं वा उन्नतशब्देन वृक्षः भिद्यते किन्तु औन्नत्यं भिन्नवस्तु औन्नत्यवृक्षयोः एकार्थबोधकत्वं नास्ति समानाधिकरणं नास्ति औन्नत्यं भिन्नं वृक्षः भिन्नः अतः औन्नत्ये वृक्षस्य विशेषयितुं सामर्थ्यम् अस्ति सामर्थ्यम् अस्ति अत्र समानाधिकरणं वा असमानाधिकरणं वा इत्युक्ते वयम् उन्नतः वृक्षः अलौकिकभाषया वदामः तयोः पदयोः समानम् अधिकरणमस्ति वा नास्ति अत्र उक्तम् अत्र लिखितम् उन्नतः वृक्षः उन्नतः इत्युक्ते गुणिवाचिकशब्दः परन्तु एषः गुणिवाचिकशब्दः वृक्षं बोधयति परन्तु वयम् उन्नतेन विशिष्यते न वदामः वयम् औन्नत्येन एव वक्तुं शक्नुमः इत्युक्ते औन्नत्याम् अपि च वृक्षः तयोः भेदः अस्ति औन्नत्यम् एकः गुणः वृक्षः एकः पदार्थः तयोः मध्ये सम्बन्धः समानाधिकारण्यं नास्ति अत्र किमर्थं समानाधिकरणं नास्ति औन्नत्यं भिन्नं वृक्षः भिन्नः इत्युक्ते औन्नत्यं वृक्षेण विना किं भवितुं समानाधिकरणं नास्ति यतोहि औन्नत्यस्य आश्रयः वृक्षः अस्ति खलु औन्नत्यं वृक्षे अस्ति तत्र वृक्षः अपि वृक्षे अस्ति इति वक्तुं शक्नुमः किन्तु तद् न कर्तुम् इच्छामः अत्र अतः तत्र औन्नत्यं भिन्नम् अस्ति वृक्षः भिन्नम् अस्ति समानाधिकरणं तत्र नास्ति इति यतोहि तत्र वृक्षस्य आश्रयः प्रायशः भूतलमिति वक्तुं शक्नुमः किन्तु औन्नत्यस्य आश्रयः साक्षात् वृक्षः एव अतः किम् आगतं तर्हि तत्र तेन तत्र औन्नत्यं भिन्नं समानाधिकरणं नास्ति इति किम् आगतं प्रथमवाक्यम् आगतं प्रथमवाक्यं किम् अस्ति विशेषयोः समानाधिकरणं न स्यात् वयं किमपि वदामः किं कमलं नीलं कमलाम् अथवा उन्नतः वृक्षः अथवा श्वेतः श्वेतं युतकं तयोः पदयो तयोः विशेषणविशेषयोः पदार्थयोः पदार्थयोः मध्ये तत्र अत्र आदौ किं स्मर्तव्यं विशेषणविशेषयोः समानाधिकरणं न स्यात् इति यत्र अस्ति वयं चिन्तयामः विशेषणं विशेषं पदद्वयमस्ति तत्र समानाधिकरणं कथं भवेत् पदयोः समानाधिकरणं कदापि न भवेत् इति चिन्तयामः किन्तु एतावत् वयं किम् उक्तवन्तः विशेषणम् इति पदार्थः विशेषमपि पदार्थः पदार्थयोः मध्ये समानाधिकरणं न भवेत् इति तत्र सन्देशः खलु यतोहि तत्र समीचीनमस्ति भगिनी अन्य कोऽपि अपि पुनः एतत् पुनः एकवारं तत्र प्रतिपादयतु तत्र अन्य कोऽपि प्रयत्नं करोति वा तत्र नरसिंहमहोदय प्रयत्नं करोति वा पुनः एकवारं एतदेव विशेषणविशेषयोः समानाधिकरणं न स्यात् यथा अत्र उन्नतवृक्षः उन्नतगुणिवाचकशब्दः अतः वृक्षमेव बोधयति द्वयोः पदयोः समानाधिकरण समानविभक्तिकत्वम् एकार्थबोधकत्वं च अत्र महोदय उन्नतवृक्ष इति वदामः चेत् तत्र उन्नत अपि समानं वृक्ष अपि समानं भिन्नं भिन्नं नास्ति. उन्नत इत्युक्ते वृक्ष एव भवति, समानाधिकरणे भवति, द्वयो भवति, अत्र व्यत्यासं नास्ति इति अस्ति. अनेन समानकारणत्वं समानाधिकरणं, तस्मात् उन्नतः इत्युक्ते वृक्ष एव, अतः उन्नतशब्दः वृक्ष विशेषितुं न शक्नोति. वृक्षं पृथक् कर्तुं उन्नत इति शब्दं न शक्नोति. उन्नतवृक्ष उन्नत इत्युक्ते एषः एव वृक्षः खलु, एव वृक्षः उन्नतवृक्ष च समानवस्तु. कथं वा उन्नतशब्देन वृक्ष भिद्यते, किन्तु औन्नत्यं भिन्नवस्तु. तत्र यदि औन्नत्यम् इति स्वीकुर्मः चेत् तत् अन्येभ्यः वृक्षेभ्यः तत् पृथक् करोति. तत् वृक्ष उन्नतः, एषः वृक्षः उन्नतः, उन्नतः इति उन्नतः इति शब्देन वृक्षः न, तत्र औन्नत्यं वृक्षमध्ये समानाधिकरणं नास्ति. तत्र औन्नत्यं वृक्षयो एकार्थबोधकत्वं नास्ति, समानाधिकरणं नास्ति. औन्नत्यं भिन्नं, वृक्षं भिन्नं, वृक्षः भिन्नः. अतः औन्नत्ये वृक्षस्य विशेषयितुं सामर्थ्यमस्ति. उन्नते नास्ति, औन्नत्ये अस्ति वृक्षं. विशेषणवाचकशब्दे सामर्थ्यं नास्ति, किन्तु विशेषणे सामर्थ्यम् इति वार्ता. समीचीनं. एतत् करपत्रं यदि वयं पठामः चेत् थियरिटिकल् भवति, परन्तु यत् पठित्वा वयं गन्धवती पृथ्वी, तत्र गन्धवती पृथ्वी पठामः चेत् तत्र सम्यक् अवगमनं भवति. केवलं गन्धवती केवलं समीचीनं समर्थ समीचीनं नास्ति, गन्धवत्वं प्रत्येव लक्षणम् इति एव समीचीनम् इति तत्र अवगमनं सम्यक् भवति. एतत् पठित्वा तदेव अस्माकं लक्ष्यमस्ति महोदय. गतकक्षा उक्तमपि भवान् पठित्वा पठामः. आम् महोदय, समीचीनं महोदय. अस्तु अस्तु, तर्हि अग्रे सरं तर्हि पुनः तत्र प्रेमलता भगिनी पठितुम् इच्छति वा? आं महोदय, अग्रे वा? हा, इदानीं श्रूयते भगिनी. हा, इदानीं तत्र अत्र किञ्चित् उपरि हा वृक्षस्य विशेषणद्वयम् इति. वृक्षस्य विशेषणद्वयम् औन्नत्यम् इति गुणः वृक्षस्य एकं विशेषणम्. तस्य कार्यम् औन्नत्यम् इति गुणः अस्मिन् वृक्षे अस्ति, अपरेषु वृक्षेषु नास्ति. अतः इमं वृक्षम् अन्येभ्यः वृक्षेभ्यः पृथक् करोति. औन्नत्यम् इति एकः गुणः अस्ति, न्यायशास्त्रे उक्तगुणः इति न साधारणगुणः. एकं विशेषणमस्ति, यतोहि एषः पदार्थः वृक्षः उन्नतः वृक्षः अस्ति इति वर्णनं कृतमस्ति. भवति यदा भवति यदा भवति विशेषणं भवति एतत् औन्नत्यम् इति गुणः. कार्यं विशेषणस्य कार्यं भवति यस्मिन् तत् विशेषणम् अस्ति पदार्थस्य, तत् पदार्थस्य अन्येभ्य पदार्थस्य पृथक् करोति. तत् विशेषणं एतं पदार्थम् अन्येभ्यः वृक्षेभ्यः पृथक् करोति. अन्येभ्यः औन्नत्यम् इति पदार्थं यत् वृक्षे अस्ति. अतः एषः एतत् औन्नत्यम् इति एव तत्र विशेषणम् अस्ति. विशेषणम् अस्ति अग्रे पठतु भगिनि. वृक्षत्वम् इति जातिः वृक्षस्य तृतीयं विशेषणम्. तस्य कार्यं सर्वेषु वृक्षेषु विद्यमानं वृक्षत्वम् इति विशेषणं विजातीयेभ्यः सर्वान् वृक्षान् पृथक् करोति. वृक्षः गृहात् भिन्नः, यानात् भिन्नः, मनुष्यात् भिन्नः इति कथम्? वृक्षे वृक्षत्वम् अस्ति, गृहे याने मनुष्ये च वृक्षत्वं नास्ति. अतः वृक्षत्वम् इति व्याख्या वृक्षः भिद्यते. वृक्षत्वम् इति जातिः वृक्षम् अन्येभ्यः द्रव्येभ्यः पृथक् करोति. अत्र जातिः विषयः स्वीकृत्य वृक्षत्वम् इति जातिः इति स्वीकृत्य तदपि विशेषणम् एकं द्वितीयं विशेषणम् इति स्वीकृत्य तस्य कार्यं किं भवति इति वर्णितमस्ति अत्र. एतत् वृक्षः वृक्षेषु वृक्षे वृक्षत्वम् इति भावः वर्तते. वृक्षत्वम् इति तद्विशेषणं यत् वृक्षे वर्तते वृक्षत्वम् इति विजातीयेभ्यः अन्यपदार्थेभ्यः वृक्षस्य विना अन्यपदार्थीयजातीय नास्ति विजातीयेभ्यः सर्वान् वृक्षान् पृथक् करोति. केवलम् एतं वृक्षं न, किन्तु सर्वान् वृक्षान् पृथक् करोति. वृक्षः एतत् विवरणं कृतमस्ति अत्र. वृक्षः गृहात् भिन्नः, यानात् भिन्नः, मनुष्यात् भिन्नः इति कथं वा भवति इति प्रश्ने सति. वृक्षे वृक्षत्वम् अस्ति, गृहे याने मनुष्ये च वृक्षत्वं नास्ति इति भवति. सत्यमस्ति वा? वृक्षे वृक्षत्वम् अस्ति, गृहे वृक्षत्वं न भवति, याने अपि न भवति, मनुष्ये अपि वृक्षत्वं न भवति नास्ति इति. अतः एतत् सर्वे विजातीयवस्तुः अस्ति. तत्र तस्मिन् एतत् विशेषणं या वृक्षे अस्ति, द्वितीयविशेषणं तेभ्य तेषां तेषु विजातीयेषु तत् नास्ति इति. अतः वृक्षत्वम् इति जात्या वृक्षः विद्यते. वृक्षत्वम् इति जाति इति स्वीक्रियते, तेन वृक्षः भिद्यते अन्येभ्यः विजातीयेभ्यः. अन्येभ्यः विजातीयेभ्यः, किन्तु अन्येभ्यः वृक्षेभ्यः न, किन्तु विजातीयेभ्यः भिद्यते. अतः तत्र विशेषणमिति वक्तुं शक्नुमः, किन्तु एतद् विषयं भिन्नमस्ति. औन्नत्यमिति विशेषणमपि भिन्नमस्ति खलु, अतः औन्नत्यमपि वृक्षत्वं समानं नास्ति खलु. औन्नत्यम् इति अपि विशेषणं भवितुमर्हति, वृक्षत्वमपि जातिः तदपि विशेषणं भवितुम् अर्हति. अस्तु, समीचीनं, धन्यवादः भगिनी. समीचीनमेव अस्ति. धन्यवादः. तत्र भगिनी भवती एव तत्र एकं वाक्यमेव अस्ति, तदपि पठतु भगिनी. तर्हि तर्हि विशेषणद्वयम् अस्ति, गुणः जातिः च. एतत् पदार्थे वृक्षे गुणः अस्ति, औन्नत्यम् इति गुणः अस्ति, जाति जात्या अपि तत् अन्येभ्यः पदार्थेभ्यः विजातीयेभ्यः भिन्नः अस्ति. अतः तदपि एकं गुणः अस्ति इति वस्तुतः ततः अधिकविधविशेषणानि अपि सम्भवति. गुणः अपि विशेषणरूपेण भवितुम् अर्हति, जातिः अपि तत्र विशेषणरूपेण भवितुम् अर्हति. जातिरीत्या अपि द्रष्टुं शक्यते तस्य हा इति समीचीनं भगिनी अस्तु तत्र किं कुर्मः तत्र अस्तु पञ्चनिमिषानि सन्ति अस्तु किञ्चित् अग्रे गन्तुं शक्नुमः तर्हि तत्र हा अशोक् महोदय अग्रे पठितुमिच्छति वा अस्तु महोदय अधिकविधे अधिकविधविशेषणानि विशेषणम् इत्युक्ते येन विशिष्यते अतः येन केनापि एकं वस्तु अन्येभ्यः वस्तुभ्यः विशिष्यते तत् विशेषणं भूतले नीलः इति गुणः भूतलत्वम् इति जातिः घटः इति द्रव्यं त्रिभिः भूतलं विशिष्यते ततः अत्र विशेषणत्रयम् अस्ति नाम तत्र भूतले नीलः इति गुणः वर्तते गुणः अस्ति भूतलत्वम् इति जाति अस्ति भूतलं व्यक्ति भूतलत्वं जातिः घटम् इति द्रव्यम् अस्ति भूतले हा अतः तत्र एतत् त्रयमपि तत्र घटवत् भूतलम् इति यदि वदामः तत्र घटः इति विशेषणं भवति खलु अतः तत्र भूतलं घटेन विशिष्यते भूतलत्वात् अपि तत्र भूतलत्वं विशिष्यते हा घट इति विशेषणं नील इति विशेषणं एकविध एव दृश्यते न न न नील इति गुणः अस्ति नील इति इदानीं न्यायरीत्या गुणः न्यायरीत्या नीलः इति वर्णः रूपम् इति गुणः द्वयोः आदेयः एव हा द्वय द्वयमपि आदेयः किन्तु घटः इति साक्षात् द्रव्यमस्ति गुणः नास्ति हा अतः घटः इति साक्षात् द्रव्यं भूतलत्वम् इति जातिः नीलः इति गुणः अतः तत्र विशेषणत्रयं वर्तते अतः त्रिभिः त्रिभिः त्रिभिः तत्र तृतीयाविभक्ति त्रिभिः भूतलं विशिष्यते नाम विशेषणत्रयम् अत्र अस्ति विशेषणानि हा तथैव तत्र अग्रे अपि महोदय विशेषणानि गुणः नीलः जातिः भूतलत्वं भूतलं द्रव्यं घटः नाम भूतलम् इति विशेष्ये नीलः इति विशेषणं वर्तते भूतलत्वम् इति विशेषणं वर्तते पदार्थः घटः इति पदार्थः अपि वर्तते अतः घटवत् भूतलम् इति वर्णनं भवति भूतलत्ववत् भूतलम् अथवा नीलवत् भूतलम् इति अपि तत्र वर्णनं भवति अतः तत्र भूतलं त्रिभिः विशिष्यते नाम तत्र विशेषणत्रयं भवति तत्र उन्नतः बालकः इति इत्यत्र तत्र उन्नतः उत्तमः बालकः तादृशविशेषण अनेकानि विशेषणानि तत्र स्थापयितुं शक्नुमः खलु हा तादृश अत्रापि कर्तुं शक्नुमः किन्तु एकः भेदः वर्तते नाम यदा केवलं शब्दः विशेषणं शब्दम् इति चिन्तयामः नाम उन्नतः उत्तमः बालकः तत्र उन्नतः उत्तमः विशेषणवाचकपदद्वयमस्ति किन्तु अत्र साक्षात् विशेषणम् इति वार्ता अस्ति नाम पदार्थः अस्ति पदार्थयोः मध्ये भेदः अस्ति नाम तत्र पदार्थः गुणः भवितुम् अर्हति जातिः भवितुम् अर्हति द्रव्यमपि भवितुम् अर्हति किन्तु चिन्ता मास्तु तादृशप्रयोगः अत्रापि भवितुम् अर्हति अनेकानि विशेषणानि एकस्य पदार्थस्य भवितुम् अर्हति इति अर्हन्ति अस्तु महोदय क्रिया अपि विशेषं भवितुम् अर्हति तदपि अग्रे अग्रे क्रिया कथं विशेषणं भवति इति अपि दत्तमस्ति महोदय समीचीनं हा हा तत्र गच्छन् बालकः तत्र क्रियाविशेषणं हा नाम गमनक्रिया बालके अस्ति इति तत्र तदपि विशेषणम् इति भवितुम् अर्हति सत्यं महोदय पठामि वा अग्रिमम् अपि हा अस्तु अस्तु समयः जातः किन्तु केवलम् एतद् एकवारं पठतु महोदय तत्र बालके औन्नत्यम् इति गुणः इति बालके औन्नत्यम् इति गुणः बालकत्वम् इति जातिः धनम् इति द्रव्यं लेखनक्रिया इति कर्म घटाभावः इति अभावः पञ्चभिः बालकः विशिष्यते अतः विशेषणपञ्चकम् अस्ति समवायविषये विशेषविषये च अस्य करपत्रस्य अन्ते परिशिष्टं द्रष्टव्यम् नाम पञ्चविशेषणानि लिखितं गुणं जातिः द्रव्यं क्रिया अभावः अपि अभावः अपि तत्र तत्र विशेषणरूपेण स्वीकर्तुं शक्नुमः किन्तु तत्र समवायः अपि विशेषः तयोः तत्र तत्र स्थितिः का इत्युक्ते तत्र करपत्रस्य अन्तिमभागे विशेषणं भवन् भवति न वा इति प्रश्ने सति उत्तरम् अन्तिमभागे तत्र परिशिष्टम् इति भागे लिखितमस्ति तत्र समवायः विशेषणरूपेण स्वीकर्तुं शक्नुमः न वा विशेष्यः विशेषः स्वीकर्तुं शक्नुमः न वा इति अन्तिमभागे दत्तमस्ति किन्तु प्रायशः अस्माकं समयः तत् पठितुं नास्ति इति मन्ये अथ तत्र परिशिष्टं न पठामः तावत् समवाय एक एव किल एकः एव समवायः हा विशेषणं नास्ति इति मन्ये अहं मन्ये सत्यं परिशिष्टं द्रष्टव्यम् अस्तु धन्यवादः महोदय समीचीनमस्ति अत्र स्थगयामः तर्हि अस्तु तर्हि एतावत् वयं बहु किमपि पठितवन्तः अग्रिमस वर्गे प्रायशः समापयितुं न शक्नुमः किन्तु प्रायशः बहु समीपं स्मः तदनन्तरं तत्र अस्माकं मूललक्षणवाक्यं नाम तत्र गन्धवती पृथिवी इति तत्र तस्य वर्णनं कथम् अस्ति इति तस्य समाधानं भवति तदनन्तरं वयं विद्याधर्यम् अग्रे सर्तुं शक्नुमः अस्तु तर्हि न सर्वेषां धन्यवादः नमस्कारः अग्रिमवर्गे विरामः तर्हि नमस्कारः धन्यवादः धन्यवादः